न सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। विषयः अस्ति धातुपाठे हल्सन्धिः प्रथमः भागः। तत्र हलन्तेभ्यः धातुभ्यः अपृक्तसंज्ञकप्रत्ययः लङ्लकारस्य सकारः इति प्रत्ययः, सकारः इति प्रत्ययः, अनयोः योजनविधिः इति अस्ति। तर्हि लङ्लकारे प्रथमपुरुषे एकवचने, मध्यमपुरुषे एकवचने प्रत्ययः एकाल् अस्ति, अपृक्तसंज्ञकः अस्ति, अतः तादृशप्रत्ययस्य लोपः भवति हलन्तेभ्यः धातुभ्यः। प्रत्ययः यदा विधीयते तदानीमेव पदसंज्ञा जायते, अनन्तरं पदान्ते कतिचन कार्याणि भवन्ति, तत्र क्रमे आदौ संयोगान्तस्य लोपः। एतानि सर्वाणि सूत्राणि अष्टमाध्यायस्य द्वितीयपादे सन्ति, अतः पदान्ते पदस्य इत्यस्य अधिकारः वर्तते। पदान्ते कार्याणि भवन्ति, कानि कार्याणि पदान्ते भवन्ति इति चेत् संयोगान्तस्य लोपः, पदस्य अन्ते संयोगः चेत् अन्तिमवर्णस्य लोपः भवति, संयोगान्तस्य लोपः इति सूत्रेण। तदनन्तरं रात्सस्य इति सूत्रं वर्तते, यत्र संयोगस्य पदान्ते संयोगः, संयोगस्य प्रथमवर्णः रेपः चेत् रेपस्य अनन्तरं सकारस्यैव लोपः भवति, न तु अन्यवर्णस्य इति अत्र इदं सूत्रं नियमसूत्रं नियमयति। अन्यवर्णस्य लोपः न भवति इति नियमयति, सिद्धे सति आरभ्यमाणः विधिः नियमाय भवति। इत्युक्ते संयोगान्तस्य लोपः इत्यनेन एव अत्र लोपः भवितुम् अर्हति सकारस्य। परन्तु अत्र किं वदति इति चेत्, प्रथमवर्णः रेपः अस्ति चेत् तस्य अनन्तरम् अन्यः वर्णः अस्ति चेत् लोपः न भवति, सकारः अस्ति चेदेव लोपः भवति इति तत्र नियमनमस्ति। तर्हि सूत्रद्वयमपि पदान्ते एव कार्यं भवति। तत्पश्चात् तत्र प्रसङ्गप्राप्तम् इति कृत्वा राल्लोपः इति सूत्रमपि दृष्टं। वस्तुतः इदं सूत्रं तु त्रिपाद्यां नास्ति, अङ्गाधिकारे अस्ति। अत्र रेपात् परस्य चकारस्य वकारस्य, इत्युक्ते रेपः अनन्तरं चकारः, रेपचकारयोः संयोगः, रेपवकारयोः संयोगः, परन्तु पदान्ते नास्ति। पदस्य मध्ये तस्य अनन्तरं झल् वर्णः अस्ति चेत् अथवा अनुनासिकप्रत्ययः परः वर्तते चेत् रेपस्य अनन्तरं चकारस्य वा वकारस्य वा लोपः भवति, तदेव राल्लोपः इति सूत्रम्। तदपि दृष्टम् अस्माभिः। तदनन्तरं स्कोः संयोगाद्योरन्ते च इति आरभ्य न केवलं पदान्ते कार्यं भवति, परन्तु झलि परे अपि कार्यं भवति। तर्हि यत्र संयोगः वर्तते पदान्ते वा संयोगात् परं झल् वर्णः वा भवति, तत्र संयोगस्य प्रथमः वर्णः सकारः वा ककारः वा चेत् प्रथमवर्णस्यैव लोपः भवति, न तु अन्तिमवर्णस्य इति स्कोः संयोगाद्योरन्ते च इति सूत्रम्। तत्पश्चात् अत्र एतत्तु संयोगस्य विषये चत्वारि सूत्राणि, संयोगान्तस्य लोपः, रात्सस्य राल्लोपः, अनन्तरं स्कोः संयोगाद्योरन्ते च इति चत्वारि सूत्राणि। तदनन्तरं चकारान्तधातुः वर्तते चेत् अत्र उत्सर्गसूत्रमस्ति चोः कुः। तर्हि इदं सूत्रं पदान्ते अपि कार्यं करोति, झलि परे अपि कार्यं करोति। तर्हि पदान्ते चवर्गान्तः अस्ति चेत् तत्र चवर्गस्य स्थाने कवर्गादेशः भवति, पदान्ते वा झलि परे वा। तर्हि चोः कुः इति उत्सर्गसूत्रं, तस्य अपवादः अस्ति व्रश्च व्रज्ज सृज मृज यज राज ब्राज चषां सः। अत्र एतेषां परिगणितानां धातूनां व्रश्च ब्रश्च सृज मृज यज राज ब्राज अनन्तरं चकारान्तमहाप्राणचकारान्तधातूनां तालव्यसकारान्तधातूनाम् एतेषां धातूनाम् अन्तिमवर्णस्य स्थाने सकारादेशः, मूर्धनिसकारादेशः भवति झलि परे पदान्ते। तर्हि इदं सूत्रम् अपवादसूत्रमस्ति चोः कुः इत्यस्य। तर्हि चवर्गान्तस्य विषये सूत्रद्वयं। तदनन्तरं हकारान्तधातुः वर्तते चेत् उत्सर्गसूत्रमस्ति हो दः, हकारस्य स्थाने धकारादेशः भवति झलि परे पदान्ते इति इदं सूत्रम् उत्सर्गसूत्रं। तस्य अपवादः अस्ति दादेर्धातोर्गः। तर्हि तत् सूत्रं किं वदति इति चेत्, दादेर्धातोर्गः इति हकारान्तधातुः अस्ति परन्तु धकारादिः अस्ति चेत् तदानीं धकारादेशः न भवति परन्तु धकारादेशः भवति झलिपरे पदान्ते। इदं सूत्रं तु होडः इत्यस्य अपवादः अस्ति। तस्यापि अपवादः अस्ति वा द्रुहमुहश्नुहश्निहां। तर्हि अत्र वा द्रुहमुहश्नुहश्निहाम् इत्यत्र द्रुह् इति धातुः दकारादिः अकारान्तः, तत्र दादेर्धातोर्गः इति सूत्रं प्राप्तमस्ति, परन्तु तत् प्रबाद्य अत्र विकल्पेन गकारादेशः भवति द्रुह् धातोः विषये। अन्ये धातवः मुहश्नुहश्निः इति त्रयः धातवः, एतेषां विषये तु साक्षात् अकारान्तधातुः इति कृत्वा होडः इति सूत्रस्य प्रसङ्गः अस्ति, परन्तु तत् प्रबाद्य अत्र विकल्पेन गकारादेशः, अतः अन्यस्मिन् पक्षे होडः इत्यनेन ढकारादेशः अपि भवति इति। तत्र त्रीणि सूत्राणि हकारान्तानां, होडः, दादेर्धातोर्गः, वादृहमुहश्नुहश्निहां। वादृहमुहश्नुहश्निहाम् इति बहु विशिष्टं सूत्रमस्ति केवलं परिगणितानां। तदनन्तरं वस्तुतः हकारान्तधातोः विषये इतोपि विशिष्टसूत्रमस्ति, केवलं नः धातोः विषये, नहोदः इत्यनेन न धातोः, न धातोः हकारस्य धकारादेशः भवति झलिपदान्ते इति। एतानि सूत्राणि अस्माभिः दृष्टानि। तर्हि इदानीं भष्पावः इति विषयः आरब्धः आसीत् गतवर्गे, पुनः एकवारम् आरम्भतः एकवारं पठित्वा अग्रे गच्छामः। तर्हि भष्पावः इति किं सौभगिनी पठितुमिच्छति वा? नमस्ते भगिनि। आं भगिनि, नमस्कारः। नमस्कारः भगिनि। भष्पावः इति, नमस्कारः भगिनि। एकाचो भषो भष् झषन्तस्य भोः इति परिचयः। धातोः आदौ भष् इत्युक्ते ब ग ड द, अपि च अन्ते ढष् झ भ घढ ध। तस्य धातोः नाम एकाच् भषादि झषन्तधातुः, यथा बन्ध् धातुः, बुद्ध धातुः च। यदि उपर्युक्त हकारान्तधातुसम्बन्ध सम्बद्धसूत्रैः हकारस्य स्थाने झषादेशः सञ्जातः इति दृष्टान्ते दुः इति धातुः दुद्ध इति, तर्हि सोऽपि तादृशो धातुः एकाच् भषादि झषन्तधातोः आदौ स्थितस्य भषः स्थाने भषादेशो भवति भ घ ढ ध। सकारादिप्रत्यये परे ध्वा शब्दे परे पदान्ते च। अतः वदामः यत् तत्र चतुर्त्रिंशत् तः चतुर्चत्वारिंशत् पर्यन्तम् इत्युक्तौ यत्र धातोः आदौ वर्गस्य तृतीयसदस्यः अन्ते च अस्तु, तत्र तृतीयसदस्यः अन्ते च वर्गस्य चतुर्थसदस्यः, तत्र आदौ स्थितस्य तृतीयसदस्यस्य स्थाने चतुर्थसदस्यादेशो भवति। आहत्य तत्र पुनः 34-44 इति विकारः। ध्येयं यत् अयं बश् वर्णः धातोः अन्तिम अंशस्य आदौ अपि भवितुम् अर्हति। अनेन धातुः अनेकाच् चेदपि तस्य धातोः एकाच् भषादि झषन्तधात्वंशः अस्ति चेत् अत्रापि तत्र चतुर्त्रिंशत्तः चतुर्चत्वारिंशत्पर्यन्तं विकारो भवति इति अस्ति। अस्तु, तत्र एक इदानीं भष् भावः इति विषयः। एकाचो भषो भष् झषन्तस्य धोधो इति तत्र चतुर्त्रिंशत्तः चतुर्चत्वारिंशत्पर्यन्तं वर्तते। इदानीं तत्र धातोः आदौ बश् इति बश् प्रत्यहारस्थवर्णः वर्णाः सन्ति चेत् इत्युक्ते ब बकारः घकारः डकारः दकारः धातोः आदौ, अपि च अन्ते झष् इत्युक्ते आदौ बश् अन्ते झष्, झष् प्रत्यहारस्थवर्णः झकारः भकारः घकारः ढकारः धकारः ते तदा तस्य धातोः नाम एकाच् भषादि झषन्तधातुः इति भवति। एकाच् अस्तु, एकाच् भषादि झषन्तधातुः। यथा तत्र बन्ध इति धातुः, तत्र आदौ बष् वर्णः अस्ति, अन्ते झष् वर्णः अस्ति, अपि च बन्ध एकाच् धातुः अपि अस्ति. बकारात् परम् अकारः एकः एव अच्वर्ण अच्वर्णः. बुद्ध धातुः अपि तथा एव, पुनः भष्वर्णः आदौ झष् झष्वर्णः अन्ते एकाच् धातुः. यदि उपर्युक्त हकारान्तधातुसम्बद्धसूत्रैः उपर्युक्त हकारान्तधातुसम्बद्धसूत्रैः इत्युक्ते तत्र हकारान्तधातवः इति दृष्टवन्तः. हकारान्तधातवः तत्र किं होढः इत्यादीनि सूत्राणि दृष्टवन्तः. होढः दादेर्धो धोः घः, अपि च दुः तत्र दा दृह् मुह् मुहश्नु हस् हस् हस्निहाम् इति सूत्रम्, अपि च नहोदः इति. तर्हि उपर्युक्त हकारान्तधातुसम्बद्धसूत्रैः हकारस्य स्थाने झषादेशः सञ्जातः दुः इत्यः इत्यस्य दुग्घ् इति दृष्टवन्तः. तर्हि सोऽपि तादृशो धातुः, सः अपि तादृशः धातुः इत्युक्ते तत्र धातोः परिवर्तनं जातं सूत्रैः. तेन तत्र बश् अपि आदौ बश् अन्ते झष् प्राप्तं, ते अपि धातवः परिगणिताः भवन्ति. एकाच् बशादि झषन्तधातोः आदौ स्थितस्य बश् बशः स्थाने भष् आदेशः भवति भाघढध इति. सकारादिप्रत्यये परे, इदानीं सकारादिप्रत्यये परे ध्वाशब्दे परे पदान्ते च, हा सकारादिप्रत्यये परे ध्वा इति शब्दः अस्ति चेत् तस्मात् परे, अपि च पदान्ते च इत्युक्ते तत्र च इति उक्तत्वात् सकारादिप्रत्यये परे वा ध्वाशब्दे परे वा पदान्ते वा इति भवति इति चिन्तयामि. अतः वदामः यत् यत् तत्र पुनः 34-44 इत्युक्तौ यत्र धातोः आदौ वर्गस्य तृतीयसदस्यः, धातोः आदौ वर्गस्य तृतीयसदस्यः अन्ते च वर्गस्य चतुर्थसदस्यः इति, तत्र आदौ स्थितस्य तृतीयसदस्यस्य स्थाने चतुर्थसदस्य आदेशो भवति. इत्युक्ते तत्र बशः भष् भवति इति आहत्य तदेव विकारः. तत्र ध्येयं यत् अयं बश् वर्णः धातोः अन्तिम अंशस्य आदौ अपि भवितुम् अर्हति. धातोः अन्तिम अयं बश् वर्णः धातोः अन्तिम अंशस्य आदौ अपि भवितुमर्हति. अस्तु, न केवलम् आदौ किन्तु अन्तिम अंशस्य आदौ अपि. अनेन तत् द्रष्टव्यं भगिनि. अनेन धातुः अनेकाच् चेदपि तस्य धातोः एकाच् बशादि झषन्त धातुवंशः अस्ति चेत् अत्रापि विकारः भवति इति. तर्हि तत्र तादृशः धातुः यत्र अनेकाच् अस्ति अपि च अन्तिम अंशस्य आदौ अपि बश्वर्णः भवितुमर्हति, तदापि अयम् आदेशः भष् आदेशः भवति इति विवृतम् अस्ति तत्र. तावत् अस्ति भगिनि. आमाम् इत्युक्ते धातुः एकाच् इत्युक्ते सर्वदा धातुः एकाच् एव भवेत् इति न, इत्युक्ते धातुः अनेकाच् भवितुम् अर्हति, परन्तु तस्य कश्चन अंशः अस्ति यत्र एकः अश्वर्णः अस्ति, तादृश अंशः तांशस्य अन्ते जश्वर्णः अपि अस्ति, आदौ बश्वर्णः अपि अस्ति, तदानीं बशः भष् आदेशः भवति. तृतीय आदौ तृतीयवर्णः अस्ति चेत् तस्य चतुर्थवर्णरूपेण परिवर्तनं भवति. कदा भवति इति चेत् सकारे परे द्वशब्दे परे अपि च पदान्ते इति अस्ति. अतः धातुः सर्वदा एका च एव भवेत् इति न, अनेकाच् धातुः अस्ति चेदपि तस्य अवयवः कश्चन भवेत्, यः अवयवः एकाचपि अस्ति, जषन्तः अपि अस्ति, बषादिः अस्ति चेत् बषः भष् आदेशः भवति, यत्र निमित्तानि वर्तन्ते सकारे परे द्वशब्दे परे पदान्ते च इति। आं भगिनि, अस्तु तर्हि इदानीम्, अस्तु भगिनि धन्यवादः, धन्यवादः। तर्हि इदानीम् अग्रे लक्ष्मी भगिनी अग्रे पठति वा? आं भगिनि पठामि। एकचो बशो भष् जषन्तस्य स्थोः धातोरवयवाः यः जषन्तः एकाच् तस्य बशः भषादेशः भवति सकारे परे द्वाशब्दे परे पदान्ते च। अनुवृत्तिसहितसूत्रे एकाचः जषन्धस्य इत्यनयोः एव विशेषणविशेष्यभावः धातोः तादृश अंशः इति तात्पर्यम्। अनेन धातुः एकाच् वा तदधिकाः वा अर्हाः। एकाच् यस्मिन् सः एकाच् बहुव्रीहिः तस्य एकाचः। भष् अन्ते यस्य सः झष्, क्षम्यतां, झष् अन्ते यस्य सः झषन्तः बहुव्रीहिः तस्य झषन्तस्य। स च ध्व च स्त्वौ इतरेतर द्वन्द्वः तयोः स्त्वोः। एकाचः षष्ट्यन्तं, भषः षष्ट्यन्तं, भष् प्रथमान्तं, झषन्तस्य षष्ट्यन्तं, स्थोः सप्तम्यन्तम्। अनेकपदमिदं सूत्रम्। दादेर्धातोर्घः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः, स्कोः संयोगाद्योरन्ते च इत्यस्मात् अन्ते च इत्यनयोः अनुवृत्तिः, पदस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं, धातोः एकाचः झषन्तस्य बशः भष् स्थोः पदस्य अन्ते च। एकाचो बशो भष् झषन्तस्य स्थोः इति सूत्रस्य अर्थः अत्र निर्दिष्टः अस्ति। अत्र उक्तं यत् धातोः एकः अवयवः झषन्तः एकाच् स्यात्, तथा तस्मिन्नेव अवयवे बश् स्यात्, तर्हि तादृश बशः भष् आदेशः भवति सकारे परे द्वा शब्दे परे पदान्ते च इति सूत्रार्थः अस्ति। अत्र एकाचः इत्यस्य केन सह अन्वयः, केन सह सम्बन्धः इति इत्यस्मिन् विषये अत्र इतोपि उक्तं यत् अनेकाचः झषन्तस्य इत्यनयोः विशेषविशेषणभावः अस्ति। तर्हि अत्र धातोः तादृश अंशः स्यात् इति, इत्युक्ते धातुः एकाच् भवेत् इति नास्ति, धातोः कश्चन भागः एकाच् स्यात् यत्र सः झषन्तः तस्मिन्नेव अवयवे भष्यपि स्यात्, तर्हि भषादिः स्यात् प्रायः, तादृशभषः भष्य भवति इति अर्थः अस्ति अस्य सूत्रस्य। तदेव अनुवृत्तिसहितसूत्रमस्ति, धातोः एकाचः भषन्त झषन्तस्य भषः भष्य स्थोः पदस्य अन्ते च। धातोः कश्चन अवयवः एकाचः झषन्तः, झष्य अन्ते स्यात्, भष् अस्ति, भषः भष्य इत्युक्ते तृतीयवर्णस्य चतुर्थवर्णः आदेशः भवति सकारे परे द्वा शब्दे परे तथा पदान्ते च इति सूत्रार्थः अस्ति। तावत् अस्ति भगिनि अस्मिन् परिच्छेदे। आं समीचीनं। तर्हि अत्र अस्मिन् सूत्रे अनुवृत्तिसहितसूत्रम् एकवारं वदतु, तत्र पदानां सम्बन्धः कः इति। धातोः एकाचः झषन्तस्य बश्यः भष्य स्तोः पदस्य अन्ते च इति। तर्हि धातोः एकाचः झषन्तस्य इति अत्र विशेष्यविशेषणभावः अस्ति। किं विशेषणं, किं विशेषणम्, एकक्षणम्, एकाचः झषन्तस्य इत्युक्ते धातोः इति अवयवः अस्ति तस्मिन् क्षम्यता धातोः इति अवयवी अस्ति तत्र एकाचः इति अवयवः अस्ति कीदृशः एकाचः इति चेत् झषन्तः अस्ति तर्हि एकाचः विशेष्यं झषन्तः इति विशेषणं तादृश एकाच धातोः कश्चन अवयवः अस्ति इति एकाचः एकाचः इति पदस्य विग्रहवाक्यं किम् एकाच एकः अच् यस्मिन् सः एकाच् एकः यस्मिन् सः सः कश्चन अवयवः भागः हा भागः तर्हि किं विशेषणं किं विशेष्यम् एकाचः विशेष्यं झषन्तः विशेषणम् एकाचः इत्यपि विशेषणं खलु बहुव्रीहिसमासः हा बहुव्रीहिसमासः सम्यक् सत्यं झषन्तः अपि तर्हि विशेषणमेव अवयवस्य इति स्वीकर्तव्यं वा इति धातोः कश्चन भागः अस्ति भागः अस्ति तादृशभागः एकाच अपि अस्ति झषन्तः अपि अस्ति आम् आम् धातुः इति इदानीम् अवयवी इति स्वीकृत्य अवयवावयवी सम्बन्धः अत्र अवयवः इति विशेष्यं झषन्तः एकाच् द्वयमपि विशेषणम् आम् एकाचः झषन्तः द्वयोः अवयवद्वयम् अत्र धातोः कश्चन अवयवः यः झषन्तः एकाचः एकाच् अपि अस्ति तादृश अवयवे भस्वर्णः अपि वर्तते तादृशभस्वर्णस्य भस् आदेशः भवति तर्हि झषन्तः अस्ति इति कृत्वा झष्वर्णः एव अवयवस्य अन्तिमभागे वर्तते अन्तिमवर्णः तादृशझष्वर्णस्य अनन्तरं किं भवेत् इति चेत् सकारः द्वशब्दः अथवा तादृशझषन्तः पदस्य अन्ते भवेत् खलु आं भगिनि आम् अस्तु समीचीनं तर्हि अग्रे गच्छामः अग्रे किम् अरुणा भगिनी पठति वा आं भगिनि भगिनि भगिनि अन्य उदाहरणमस्ति वा यत्र धातुः अनेकाच अस्ति अपि च अस्मिन् धातोः एक अवयवः आयास्यति अग्रे आयास्य अस्तु भगिनि पदान्ते लङ्गे दोः योः तकार हल्नाभ्यो दीर्घावसुतिश्च प्रक्तं हल् इत्यनेन तकारलोपः भवति अधोः इति पदं दाधेर्दोधः घः इत्यनस्य हकारस्य स्थाने घकार आदेशः भवति अधोग् इति भवति एकाचो बसो बस् चषन्तस्य च भोः इति सूत्रेण बस् वर्षादेशः भवति अधोध अधोग् भवति पदान्ते लङ्घितनेन अधुना उदाहरणमस्ति एकाचो बसो बस् झषन्तस्य षद्वोः इति सूत्रस्य उदाहरणं लङ्घि लङ्लकाररूप धातु स्वीकृतम् अधोहितधातु योगः तकार प्रथमं हल्लाभ्यो दीर्घाश्रुतिश्च प्रक्तं हल् इति सूत्रेण तकारलोभो भवति ततः पदसंज्ञा अपि भवति न अधुना सूत्रम् पदमस्ति अतः दाधेर् धातोर्घः इति सूत्रेण हकारस्य स्थाने घकारः आदेशः भवति अधोग् भवति अधुना नूतनसूत्रम् एकाचो बसो बस् जस्तोः इत्यनेन घकार धकारस्थाने अधोक् इति बस्वर्णः भवति एकाचु बशु बश् इत्यस्य निमित्तं किम्? पदान्ते जशन्त् एकाच् एकाच् जशन्त वा दान्ते अपि अपि पदान्ते अपि अस्ति सत्यम् एकाच् जशन्तः पदान्ते अत्र किमस्ति अत्र पदान्ते अस्ति खलु अत्र तकारलोपानन्तरं पदसंज्ञा भवति पदसंज्ञा भवति अतः पदान्ते अस्ति अत्र जश्वर्णः अस्ति तत् एका च अस्ति दशन्तः पदान्ते द्वयमपि अस्ति खलु आं भगिनि समीचीनम् अन्यपि पठामि भगिनि अग्रे यदस्ति तदपि पठतु आरादिप्रत्ययपरे घः योगास्यते ओडः इति सूत्रेण हकारस्थाने ढकार आदेशः भवति गर्ड् योगास्यते एकाचो बसो भस् जशन्तस्य सद्योः इति सूत्रेण अत्रेण बसः भाषादेशः भवति घड् शते घट् शते माम् अत्रापि मूर्धन्यषकार आगच्छति आदे प्रत्ययः सूत्रेण उदाहरणमस्ति गः धातु अत्र हकार अस्ति अन्तिमवर्णः अस्ति शते इति सकारान्तप्रत्ययः होडः इति सूत्रेण हकारस्थाने ढकार आगच्छति ढकारः एकाचो बसो भष् जषन्तस्य सद्वोः इति सूत्रेण घकारस्थाने घड् इति भवति घट्षते घट्षते भवति अत्र पदान्ते नास्ति परन्तु एकाच् बस् वर्णः जसन्तस्य वर्णः अस्ति तदेव बस् बस् बस् भवति समीचीनम् इति अत्र गर्ह् इति तत्र आदौ तु जशन्तः नास्ति परन्तु होडः इत्यनेन जशन्तः जातः तर्हि एकाचपि अस्ति इत्युक्ते यः धातोः अवयवः तत्र केवलं त्रयः एव वर्णाः भवेयुः इति नियमः अपि नास्ति रेपः अपि मध्ये अस्ति तथापि अत्र कार्यं भवति खलु घर्ट् योगः स्यते तत्र इतोपि प्रक्रिया प्रचलति गर्क्ष्यते इति रूपमायते अस्तु तर्हि अत्र अनेकाचः अनेकाचः इत्यस्य उदाहरणं कुत्र भवति इति पृष्टवती खलु तद् अग्रे अस्ति इति मन्ये अग्रे पश्यामः इतोपि द्वितीयकरपत्रे अपि बहूनि उदाहरणानि सन्ति तद् यत्र यङ् लुगन्तदातवः सन्ति तत्र अवकाशः अवश्यं लभ्यते अस्मिन् करपत्रे एव अस्ति वा इति पश्यामः अनन्तरं भो बुद्ध् इति अस्ति खलु धातुः भो बुद्ध् तादृशधातौ भो बुद्ध् इत्यत्र जशन्तः अस्ति एकाच् बुद्ध् इति अवयवः एकाच् अस्ति भो बुद्ध् इत्यत्र बुद्ध् इति अवयवः एकाच् जसन्तः अपि अस्ति भषादिः अपि अस्ति तत्र बोबुद् योगः सि इत्यत्र बोबोत्सि इति एवं रूपेण भवति प्रक्रिया कुत्र अस्ति भगिनि अग्रे आयास्यति बोबुद् इति धातुः अनन्तरं तत्र अन्ततो गत्वा अस्ति पश्यामः अस्मिन् करपत्रे एव अस्ति अस्तु तर्हि एकाचो पशो पश् जशन्तस्य स्तोः इति सूत्रं दृष्टं कुत्र गतम् ओके सकारान्तदातवः इति ततः अग्रे किं वंशी भगिनी पठति वा श्रूयते किल श्रूयते सकारान्तधातवः सकारान्तधातूनां पदत्वे सति तिपि दत्वं सिपि ऋत्वं दत्वं वा इति उक्तम् अतः तत्र सकारान्तधातुः यदा सन्ति पदान्ते यदि पदान्ते धातवः तत्र तिपि परे तिप्रत्ययपरे दत्वं भवति इत्युक्ते दकारः आदेशः भवति सिपि परे इत्युक्ते सिप् प्रत्ययपरे ऋत्वं रु नो चेत् दकारः आदेशः भवति पश्यामः तत्र कथं भवति इत्युक्ते सकारान्तधातूनां पदत्वे सति तिपि दत्वं तिप्यनस्तेः इति सूत्रमस्ति अष्टमाध्याये द्वितीयपादे त्रिसप्ततितमं सूत्रमस्ति पदान्तस्य सकारस्य दकारादेशो भवति तिपि परे परन्तु अस् धातौ न भवति इदं सूत्रं ससजशोरुः इत्यस्य अपवादः येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः अलोन्त्यस्य इत्यनेन अन्तिमवर्णादेशः न अस्तिः अनस्तिः तस्य अनस्तेः तिपि सप्तम्यन्तम् अनस्तेः षष्ट्यन्तं द्विपदमिदं सूत्रं ससजशोः रुः इत्यस्मात् सः इत्यस्य अनुवृत्तिः वसुश्रंसुध्वंस्वनुडाहां दह इत्यस्मात् दह इत्यस्य अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति सः पदस्य दह तिपि अनस्तेः सूत्रमस्ति सकारान्तधातूनां विषये एव अस्ति तत् सूत्रं तिप्यनस्तेः इति सूत्रमस्ति प्रथमं तु कति पदानि सन्ति इति अस्मिन् सूत्रे इत्युक्ते तिपि अनस्तेः इति पदद्वयम् अस्ति तिपि इत्युक्ते तिप् प्रत्यये परे इति सप्तम्यन्तं पदमस्ति तिपि इति सप्तम्यन्तमस्ति अतः तत्र तिप् प्रत्यये परे इति अवबुध्यते अनस्तेः इति षष्ट्यन्तं पदमस्ति अनस्तेः इति कथं विग्रहवाक्यं भवति इत्युक्ते न अस्तिः अस्तिः इत्युक्ते अस् धातोः विषये एव उक्तमस्ति तत्र इक्ष्टिपो धातोः निर्देशः कृतः अस्ति अतः तत्र न अस्तिः इत्युक्ते न अस् धातोः विषये न भवति इत्येव अवगमनं भवति अनस्तिः इति अस्ति तस्य षष्ट्यन्तं पदमस्ति अनस्तेः इति भवति अतः द्विपदमिदं सूत्रमस्ति सूत्रस्य विवरणं किमस्ति इत्युक्ते पदान्तस्य सकारस्य दकारादेशः भवति यदा सकारान्तधातुः अस्ति तस्मिन् तत्र सकारः यत् अन्ते अस्ति तस्मिन् स्थाने दकारादेशः भवति कदा भवति इत्युक्ते तिपि परे तिप्रत्यये परे भवति परन्तु अस् धातो विषये न भवति इत्येव सूत्रार्थः पदस्य इत्यपि अधिकारः अस्ति पदान्ते एवं कार्यं भवति अतः तत्र अनुवृत्तिसहितसूत्रं किमस्ति इत्युक्ते सः पदस्य तः तिपि अनस्तेः पदस्य स्थाने सकारस्य स्थाने तत्र सः इति षष्ट्यन्तमस्ति दः इति प्रथमान्तमस्ति अतः सः पदस्य इति पदस्य सः विशेषणविशेषभावः अस्ति तस्मिन् स्थाने तकारादेशः भवति तिप्रत्ययपरे अस्थातोः विषये न भवति इति अपि अस्ति एतत् सूत्रं तु ससजिषोरुः इत्यस्य अपवादः अस्ति यतोहि तत्र यदि पदस्य अन्ते सकारः अस्ति कुत्रचित् ध्वनिः अस्ति भगिनी तत् मीना भगिन्याः क्षम्यताम् ससजिषोरुः इति उत्सर्गसूत्रमस्ति यतोहि तत्र सामान्यतया तत्र पदान्ते यदि सकारः अस्ति सकारस्य स्थाने ससजिषोरुः इत्यनेन ऋत्वं भवति परन्तु अनेन सूत्रेण तत्र सकारस्य स्थाने तकारादेशः भवति तिप्रत्यये परे न तु अस्थातोः विषये इति स्पष्टमस्ति भगिनि तत्र इतोपि वक्तव्यं वा उदाहरणं पठनीयम् अस्तु अनेन सूत्रेण पठामि वा? पठतु पठतु. अनेन सूत्रेण लङ् लकारस्य त प्रत्यये परे सकारान्तपदस्य सकारस्य दकारादेशः भवति. यथा अचकास् योगः तकारः, हल्याभ्यो दीर्घाचितिस्य प्रुक्तं हल् इत्यनेन त लोपः तकारस्य लोपः, अचकास् इति पदं तिप्यनस्तेः इत्यनेन अन्तिमसकारस्य दकारादेशः अचकार इति भवति. अत्र उदाहरणमस्ति, लङ् लकारस्य उदाहरणं दत्तमस्ति. अचकाश्योकः तत्र एकाल् अपृक्तसंज्ञा प्राप्नोति. एकाल् अपृक्तम् इत्यनेन तत्र तकारस्य अपृक्तसंज्ञा प्राप्नोति इति कारणात् हल्याभ्यो हलन्तपरे अस्ति इति कारणात् हल्याभ्यो दीर्घाचितिश्च प्रुक्तं हल् इत्यनेन तकारस्य लोपः भवति. तस्मात् पदसंज्ञा प्राप्नोति. यद्यपि प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन पदसंज्ञा प्राप्नोति. अचकाश् इति पदमस्ति. अस्मिन् पदे तत्र तिप्यनस्तेः इत्यनेन तिपि तत्र तिप् तकारः तु तिप् प्रत्ययः एव अस्ति. अतः तत्र तिप्यनस्तेः इत्यनेन अन्तिमसकारस्य स्थाने तकारादेशः भवति तिप्यनस्तेः इति सूत्रेण. समीचीनं वा? सम्यक् सम्यक् समीचीनम् इति अनस्तेः अनस्तेः अनस्तेः इत्यत्र अनस्तेः इत्यस्य कः अर्थः? न अस्तिः इति उक्तं न, तत्र अस्थातोः विषये नास्ति. अस्ति अस्तिः इति तत्र तु षष्ट्यन्तं पदमस्ति. इक्ष्टिपौ धातुनिर्देशः अस्ति. तत्र अस्तेः इति षष्ट्यन्तं पदमस्ति. तस्य अस्ते अस्तेः इति उक्तम्. अनस्तेः इति न अस्तिः अनस्तिः इति अस्थातोः न भवति. समीचीनम् अस्तु सम्यक् अस्तु. तर्हि पदान्तसकारस्य दकारादेशः भवति तिपि परे. तिपि परे इदं कार्यम् इदमपि तत्र पदान्ते अपि सकारः भवेत्. पदान्ते सकारः भवेत् इत्युक्ते तादृशसन्दर्भः अपेक्षितः. इत्युक्ते लङ्लकारे एव अस्य सूत्रस्य कार्यं खलु, अन्यत्र नास्ति. यतोहि पदान्तः अपि अपेक्षितः. अतः लङ्लकारे एव इदमपि कार्यं करोति. अस्तु, तदनन्तरम् अस्ति सिपि धातो रूर्वा इति सूत्रं. तर्हि किं विजयलक्ष्मी भगिनी पठति वा? मीना भगिनी कृपया म्यूट् मध्ये भवतु भगिनी. I can't mute, unmuted भगिने. You are temporarily unmuted is saying. मया म्यूट् कृतम्, अतः अन्म्यूट् मा करोतु किञ्चित् कालपर्यन्तम्. भगिनी किमर्थम् अन्म्यूट् करोति भगिनी? मया म्यूट् कृतम्. I'm not doing anything, भगिनी is doing it automatically. ओ एवम्. Exit and come back. बहिः गत्वा आगच्छतु पुनः. बहिः गत्वा आगच्छति. ओके अस्तु. इदानीं सकारान्तधातूनां पदत्वे सति सिपि ऋत्वं दत्वं वा. सिपि धातोः रूर्वा पदान्तस्य सकारस्य रु आदेशो भवति दकारो वा सिपि परे. अत्र वा इति समुच्चयार्थे येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः अलोन्त्यस्य इत्यनेन अन्तिमवर्णादेशः धातोः उक्तं परसूत्राणाम् अर्थपूर्तिकृते. धातोः उक्तं परसूत्राणाम् अर्थपूर्तिकृते प्रकृतसूत्रे आवश्यकता नास्ति. सिपि सप्तम्यन्तं धातोः षष्ट्यन्तं रुहु प्रथमान्तं वा अव्ययपदम् अनेकपदम् इदं सूत्रम् ससजुषो रुः इत्यस्मात् सः इत्यस्य अनुवृत्तिः वसुश्रंसु ध्वंसु अननुहां दह इत्यस्मात् दह इत्यस्य अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् सः धातोः पदस्य रुः दह वा सिपि इदानीं तिप् प्रत्ययस्य विषये दृष्टवन्तः. अस्मिन् सूत्रे सिप् प्रत्ययः यदा परे भवति तदा किं भवति इति अस्ति. अत्र पदान्ते यदि सकारः भवति पदान्तस्य सकारस्य भगिनी अत्र तुलसीपूजा अस्ति अतः नास्ति चिन्ता भगिनी वदतु. पदान्तस्य सकारस्य रुः आदेशो भवति दकारो वा सिपि परे. दकारः अपि प्रत्ययस्य दकारः खलु भगिनि. सिप् इति प्रत्ययः दकारः अपि प्रत्ययस्य अवयवः खलु. न आदेशः अस्ति खलु पदान्तस्य सकारस्य रु आदेशः भवति दकारः वा दकारः ओ आदेश रु आदेशः भवति उत दकारः आदेशः भवति कदा भवति सिप् प्रत्ययः परे भवति चेत्. अत्र वा इति समुच्चयार्थे समुच्चयार्थे इत्युक्ते दिस् आर् देट् इति वा भगिनि विकल्पार्थे इत्युक्ते सामान्यतया विकल्पेन इति वयं वदामः चेत् अनेन सूत्रेण एवं भवति विकल्पेन अन्येन सूत्रेण अन्यद् भवति इति भवति खलु. अत्र तथा नास्ति एकेन सूत्रेण एव कार्यद्वयं विकल्पमपि भवति. अस्तु अस्तु अतः समुच्चयार्थे अस्तु. येन विधिस्तद् अन्तस्य इत्यनेन तदन्तविधिः इत्युक्ते सकारः पदस्य अन्ते भवतु इति अपि च अलोन्त्यस्य इत्यनेन अन्तिमवर्णादेशः अतः पदान्तस्य सकारस्य एव कार्यं भवति इति अलोन्त्यस्य इति परिभाषया अवगम्यते. धातोः अत्र सूत्रे धातोः इति उक्तमस्ति परन्तु अस्मिन् सूत्रे धातोः इत्यस्य आवश्यकता नास्ति. अस्य सूत्रस्य अनन्तरं ये यानि सूत्राणि पठितानि तेषां कृते आवश्यकता अस्ति इति कृत्वा अत्र धातोः इति अस्ति. अनन्तरसूत्रमे तत्र एव दातुं शक्यते खलु भगिनि. अत्र किमर्थं दत्तमस्ति कुत्र अत्र मतभेदः अस्ति इति अग्रे पठ्यते भगिनि. एवं वा प्रकृतसूत्रे धातोः इति पदस्य आवश्यकता नास्ति. सिपि अत्र सप्तम्यन्तं धातोः षष्ट्यन्तं रुः प्रथमान्तं वा इति अव्ययपदम् अनेकपदम् इदं सूत्रं पूर्वस्मात् सूत्रात् ससजुषो रुः इति सूत्रात् सः इत्यस्य अनुवृत्तिः वसु श्रंसु ध्वंसु अनडुहां दह इत्यस्मात् दह इत्यस्य अनुवृत्तिः पदस्य अधिकारः अस्ति अनुवृत्तिसहितसूत्रं सः धातोः इत्युक्ते सकारान्तधातोः पदस्य रुः दह वा सिपि विकल्पेन रुः आदेशः भवति अपि च दह आदेशः अपि भवति कदा भवति सिप् प्रत्यये परे. सिपि इति सप्तम्यन्तम् अतः सिपि सम्यक् वा भगिनि सः सकारान्तः धातोः आवश्यकता अस्ति खलु धातोः इत्यस्य सकारान्तं पदम् इति वदामः चेत् पर्याप्तं नास्ति वा पर्याप्तमेव सकारान्तपदं भवेत् सिपि परे भवेत् कुत्र भवति लङ्लकारे एव भवति पदसंज्ञा तु लङ्लकारे एव भवति सकारान्तं पदं सिपि परे इति वदामः चेत् लङ्लकारे भवति अतः धातोः इत्यस्य आवश्यकता का इति कृत्वा उत्तरार्थम् इति उक्तम् अग्रे पठामि वा आमाम् एकक्षणम् अत्र सकारान्तं पदं भवेत् तादृशसकारान्तपदस्य सकारस्य स्थाने रु इति आदेशः भवति विकल्पेन अन्यस्मिन् पक्षे दकारः अत्र समुच्चयः इत्युक्तं वा इत्युक्ते समुच्चयः द्वयोः आदेशः एकत्र एव एकेन सूत्रेण एव आदेशद्वयं रु भवति अथवा दकारः इति अत्र मतभेदः वर्तते अस्तु भगिनि अग्रे पठतु तत्र ससजुषो रुः इति सूत्रेण रुः न भवति इति वा ससजुषुरुः इति सूत्रेण सूत्रं प्रबाद्य अत्र अनेन सूत्रेण भवति अस्तु इत्युक्ते सर्वदा यद् सकारान्तः अस्ति चेत् आदौ किं सूत्रं प्रवर्तते आदौ पदान्ते सकारः अस्ति इदानीं किं प्रवर्तते ससजुषुरुः इति एव आदौ जलां जशन्ते जलां जशन्ते तद् प्रबाद्य ससजुषुरुः जलां जशन्ते इत्यस्य अपवादभूतसूत्रमस्ति ससजुषुरुः अतः ससजुषुरुः इत्येव कार्यं करोति इदानीं कर्तुम् अर्हति अर्हति इदानीं सः धातोः पदस्य रुः दः वा सिपि इति सूत्रेण यदा द्वय समुच्चयार्थे द्वयोः विकल्पः विकल्पयोः यत्र किं भवति समुच्चयः भवति समुच्चयः भवति समुच्चयः भवति तत्र ससजुषो रुः इत्यनेन रुः न भवति अपि च अस्य सूत्रस्य एव तत्र कार्यं भवति इति वा इति एकं मतम् इति एकं मतम् अस्तु अग्रे पठतु प्राचीनैः उच्यते यत् वसु श्रंसु ध्वंसु अनडुहां दह इत्यस्मात् दह इत्यस्य अनुवृत्त्या दकारस्य पक्षः सिद्ध्यति साक्षात् अनेन एव सिपि धातोर् धातोः धातो रुर्वा अत्र धातोः इति धातोः रुर्वा इति सूत्रेण नवीनैः उच्यते यत् अस्य आवश्यकता नास्ति यतोहि रु अपक्षे स स्थाने दकारादेशः झलां जशोन्ते इत्यनेन ओ झलां जशोन्ते इत्यनेन परन्तु अद्यत्वे आधिक्येन वैयाकरणाः वदन्ति यत् ससजुषो रुः झलां जशोन्ते इत्यनयोर्मध्ये ससजुषो रुः इत्यस्य अपवादभूतत्वात् झलां जशोन्ते इत्यस्य पुनः नितराम् अवकाशो नास्ति इत्थञ्च सिपि धातो रुर्वा इत्यनेनैव रुश्च दश्च क्रियते प्राचीनैः पूर्वकाले ये वैयाकरणाः आसन् तेषां मते झलां जशोन्ते इति सूत्रेण एव पदान्ते दकारादेशः अपक्षे भवितुम् अर्हति पक्षे तु ससजुषो रुः इति सूत्रेण परन्तु नवीनवैयाकरणानां मते यत् झलां जशोन्ते अपि च ससजुषो रुः इत्यनयोः सूत्रयोः मध्ये किम् अस्ति बलाबलस्य नाट् बलाबलं बलाबलमेव भगिनि अपवादः न कार्यक्षेत्रं भिन्नभिन्नकार्यक्षेत्रं नास्ति एकस्य कार्यं भवति चेत् अन्यस्य कार्यं न भवितुम् अर्हति एवम् अस्ति अतः झलां जशोन्ते इति सूत्रस्य ससजुषो रुः इति अपवादभूतसूत्रम् अस्ति अतः पुनः अपवाद पुनः उत्सर्गसूत्रस्य अवकाशः न भवितुम् अर्हति अतः सिपि धातो रुर्वा इति सूत्रेण एव रुः अपि च दः द्वयोः अपि कार्यं क्रियते इति मतम् समीचीनम् समीचीनम् इति इत्युक्ते एकमतमस्ति समुच्चयः इति एकं मतम् अन्यं मतम् अस्ति अन्यत् मतमस्ति यत् सिपि धातो रुर्व इत्यनेन रु इति एव आदेशः भवति अन्यः आदेशः तु तत्र जलां जस्योन्ते इत्यनेन दकारादेशः भवति इति अन्यत् मतमस्ति परन्तु अत्र नवीनाः वदन्ति तथा नास्ति एकवारं बाधितं चेत् बाधितमेव पुनः तत्र अवकाशः नास्ति अतः सिपि धातो रुर्वा इत्यनेन एव कार्यद्वयम् इति नवीनानां मतं प्राचीनाः तु जलां जशोन्ते इत्यनेन आगच्छति इति ते वदन्ति अतः यत्किमपि भवतु कार्यद्वयमपि भवति इति अत्र वार्ता अस्तु तर्हि इदानीं किञ्चित् अग्रे गच्छामः तर्हि अग्रे उषा भगिनी अग्रे पठति वा अस्तु भगिनि अनेन सूत्रेण लङ्लकारस्य सुप्रत्यये परे सकारान्तपदस्य सकारस्य स्थाने विकल्पेन दकारादेशः रुत्वं वा भवति यथा अचकास् योगः सु लोपः अचकास् सिपि धातोरुर्वा इत्यनेन विकल्पेन ऋ आदेशः अचकाद् अपि अचकारु अचकारु चेत् उ इत्यस्य इत्संज्ञा लोपस्य खरवसानयो विसर्जनीयः इत्यनेन अवसाने ऋ स्थाने विसर्गादेशः अचकाः इति अस्तु लङ्लकारस्य सुप्रत्यये परे सकारान्तपदम् अस्ति चेत् सकारान्तपदं परः सकारः अस्ति लङ्लकारः तत् सकारान्तपदस्य सकारस्य स्थाने विकल्पेन दकारादेशः अपि च रुत्वमपि भवति इति अस्ति अचकासयोगः सकारः इति चेत् प्रथमं सकारलोपः हल् ञाभ्यो दीर्घात् सुतस्य पृक्तं हल् इत्यनेन सकारलोपः अचकास् इति पदम् अस्ति अचकास् इति पदम् अस्ति चेत् सिपि धातो रुर्वा इत्यनेन दकारस्य आदेश सकारस्य स्थाने पदान्तसकारस्य स्थाने दकारादेशः भवति अपि च सिपि धातोरुर्वा इति सूत्रेण एव ऋ आदेशः अपि भवति रूपद्वयम् अस्ति अचकाद् अपि च अचकारु इति भवति अचकारु इत्यस्य कृते उ इत्यस्य इत्संज्ञा भवति तत् लोपः अपि भवति अचकार् एव भवति अचकार् इति रेपस्य स्थाने विसर्ग आदेशः भवति हरवसानयो विसर्जनीयः इत्यनेन अचकार् इति अचकाः भवति अचकाद् अपि च अचकाः रूपद्वयं सिद्ध्यति अग्रे पठामि वा भगिनि आमाम् अग्रे पठतु अत्र दृष्टिः एवं सकारान्तपदम् अस्ति चेत् कीदृशं कार्यं स्यात् इति प्रश्नः अस्मिन् प्रसङ्गे सर्वसामान्यं सूत्रं झलां जशोन्ते इति सकारः झलि अस्ति अनेन सूत्रेण पदान्ते सकारस्य जष्त्वं नाम वर्गीयव्यञ्जनस्य तृतीयसदस्यः स्थाने अन्तरतमः इत्यनेन दन्त्यसकारस्य स्थाने दन्त्यतवर्गस्य तृतीयसदस्य दकारः भवति. अतः सर्वसामान्यसिद्धान्त सिद्धान्तः पदान्ते सकारस्य स्थाने दकारादेशः. परन्तु ससजुषोरुः इत्यस्य अपवादः अस्ति. अनेन पदान्ते स्थितस्य सकारस्य स्थाने रु आदेशः भवति. पुनः तिप् प्रत्यये परे तिप्यनस्तेः तस्य अपवादः. अनेन तिपि परे पदान्तस्य सकारस्य दकारादेशः भवति. एवमेव सिप् प्रत्यये परे सिपि धातोरुर्वा ससजुषोरुः. एवमेव सिप् प्रत्यये परे सिपि धातोरुर्वा इति ससजुषोरुः इत्यस्य अपवादः. अनेन सिपि परे पदान्तस्य सकारस्य रु आदेशः दकारादेशः भवति. यथोक्तं जलां जशोन्ते इत्यनेन सु स्थाने दकारः न उपलभ्यते. यतोहि तत्तु बाधितं भवति ससजुषोरुः इति सूत्रेण. अस्तु, पूर्वमपि वयं भगिनी उक्तवती सकारान्तपदम् अस्ति चेत् कीदृशं कार्यम् इति प्रश्नः. प्रथमं जलां जशोन्ते इति सूत्रम् अस्ति. जलां जशोन्ते इत्यनेन सकारस्य स्थाने पदान्तसकारः अस्ति. जलाम् अस्ति, तत्स्थाने जष् आदेशः भवति. जष् इत्युक्ते पदान्तसकारस्य जष्त्वं भवति. जष्व सकारः दन्त्यवर्णः, तत्स्थाने दन्त्यवर्ण तृतीयसदस्य आदेशः भवति. वर्गीयव्यञ्जनस्य तृतीयसदस्यः. सो दकारः एव सिद्ध्यति. स्थाने अन्तरतमः इत्यनेन दन्त्यसकारस्य स्थाने दन्त्य तवर्गस्य तृतीयसदस्य दकारः एव भवति. अतः सर्वसामान्यसिद्धान्तः अस्ति पदान्ते सकारस्य स्थाने दकारादेशः. जलां जशोन्ते इति, परन्तु वयं जानीमः जलां जशोन्ते इत्यस्य अपवादः अस्ति ससजुषोरुः. ससजुषोरुः इत्यनेन रु आदेशः भवति पदान्तसकारस्य स्थाने. तत् रु इति सकारस्य अस्य स्थितस्य सकारस्य स्थाने रु आदेशः भवति. पुनः तिप् प्रत्यये परे तकारः तु प्रत्ययः परः अस्ति चेत् तिप्यनस्तेः इत्यनेन इति ससजुषोरुः इत्यस्य अपवादः. तकारः प्रत्ययः परः अस्ति चेत्, परन्तु तिप्यनस्तेः इत्यनेन पदान्तसकारस्य रुत्वं नास्ति, परन्तु दकार आदेशः भवति. तथा एव सिपि धातोरुर्वा इत्यस्य सकारः प्रत्ययः परः अस्ति चेत् पदान्तसकारः यत् सिद्ध्यति तस्य स्थाने ससजुषोरुः इत्यस्य अपवादः. सिपि धातोरुर्वा इत्यनेन सकारस्य स्थाने रुत्वम् आयाति. जलां जशोन्ते अपि च ससजुषोरुः द्वयोः अपि बाधितं भवति. सिपि धातोरुर्वा इत्यनेन एव रूपद्वयं सिद्ध्यति. रु अपि आदेशः, दकारः अपि आदेशः भवति. भगिनि? आमां, सम्यक् समीचीनम् इत्युक्ते अत्र प्रथमपुरुषे एकवचने तिपि परे लङ्लकारे, मध्यमपुरुषे एकवचने सिपि परे, तर्हि पदान्ते सकारः अस्ति चेत् एतादृशचिन्तनमस्ति. उभयत्र प्रथमपुरुषे एकवचने, मध्यमपुरुषे एकवचने, पदान्ते सकारः अस्ति चेत् तिप्यनस्तेः इत्यस्य कार्यं, पदान्ते सकारः अस्ति चेत् सिपि धातोरुर्वा इत्यस्य कार्यं, किं कस्य अपवादः इति अत्र स्पष्टतया उक्तम्. आदौ सर्वदा आदौ जलां जशोन्ते इति सर्वसामान्यं सूत्रम् आगच्छति. तत्प्रबाद्य ससजुषोरुः इति सूत्रं, पुनः तत्प्रबाद्य तिप्यनस्तेः इति वा सिपि धातुरुर्वा इति वा कार्यं भवति इति एतत्तु नवीनानां मतम्. अत्र अस्माकं करपत्रे नवीनानां मतम् आधारीकृत्य वयम् अग्रे गच्छामः. अस्तु, धन्यवादः भगिनि. इदानीम् अग्रे किम् उमा भगिनी पठति वा अग्रिमपरिच्छेदम्? अस्ति वा, बहिः अस्ति इति उक्तवती खलु. अस्तु, तर्हि सूर्यकुमारी भगिनी पठतु. प्रश्नः उदेति यत् सिप् यदा आगतः तदा कथं वा धातुसंज्ञा स्यात्? सिप् धातुरुर्वा इति सूत्रेण धातोः अपि उक्तं, सिपि अपि उक्तम्, अत्र वार्ता एवं, कस्य भागस्य का संज्ञा? उदाहरणमस्ति वस्य वसयोगति इति स्थितौ वस इति अङ्गस्य धातुसंज्ञा नास्ति, तत्र किन्तु वस् इति अन्तिः निहितभागस्य धातुसंज्ञा तु तदानीमपि अस्त्येव. एवमेव सिपः विधानानन्तरमपि धातोः धातुसंज्ञा तिष्ठति, यथा अचकास् योगः स इत्यत्र सारि अचकास् योगः सकारः इत्यत्र अचकास् योगः स इत्यस्य पदसंज्ञा, अचकास् इत्यस्य धातुसंज्ञा. तदा सा प्रत्ययलोपानन्तरम् अचकास् इत्यस्य धातुसंज्ञा अपि भवति, पदसंज्ञा अपि भवति. पूर्वम् उक्तम् अस्ति सिप् धातोरुर्व तत्र धातु धातु उक्तं सिप् यदा आगतः तदा कथं वा धातुसंज्ञा स्यात् इति प्रश्नः उदेति. सिप् अपि उक्तं, धातु अपि उक्तम्, अत्र एतत् वार्ता अस्ति, कस्य भागस्य का संज्ञा? वस योगति इति स्थितौ वस इति अङ्गस्य धातुसंज्ञा नास्ति, वस इति अङ्गस्य धातुसंज्ञा नास्ति, तत्र किन्तु वस् इति अन्तिः निहितभागस्य धातुसंज्ञा तु तदानीमपि अस्त्येव. तत्र वस् धातु अस्ति, तत्र अकारस्य इत्संज्ञा भूत्वा वस् इति धातु वस् इति भागः अस्ति, वस् अपि धातुसंज्ञा एव. वस अपि धातु वस् अपि धातु खलु भगिनि? न न, वस इति धातु नास्ति, वस इति अङ्गं, तत्र केवलम् अङ्गसंज्ञा अस्ति, परन्तु तत्र एव अन्तर्निहितः भागः अस्ति, वसयोग वस् योगः अ इति अस्ति खलु, वस इत्यत्र वस् योगः, तत्र अन्तर्निहितभागस्य वस् इति भागस्य धातुसंज्ञा अस्ति, वस इति भागस्य धातुसंज्ञा नास्ति. यदि वस् इति वयं वदामः तत्र केवलम् अङ्गसंज्ञा अस्ति, अङ्ग अस्ति, तत्रैव इत्संज्ञा भवति. किं किम् इत्संज्ञा वा किम्? अकारस्य लोपः भवति खलु? न न, इदानीं वस इति अङ्गं, वसयोगः ति, तत्र मूल लौकिकधातुः वस् इति धातुः, अत्र भुवादिगणीयधातुः वस् योगः शप् योगः ति. ओ ओके. वस इति अङ्गं, वस इति अङ्गे धातुसंज्ञा अस्ति वा इति चेत् अङ्गे धातुसंज्ञा नास्ति, परन्तु तत्र अन्तर्निहित तस्य मध्ये यः भागः अस्ति खलु वस् इति भागः, तस्य धातुसंज्ञा अस्ति, परन्तु अत्र वस इति रूपं यदा अस्ति तदानीं तु केवलम् अङ्गसंज्ञा अस्ति, न तु धातुसंज्ञा तु तदानीमपि अस्ति एव. एवमेव सिपः विधानानन्तरमपि धातोः धातुसंज्ञा तिष्ठति, सकारलोप अनन्तरमपि धातुसंज्ञा अस्ति इति उक्तम्। अचकास् योगसा इत्यत्र अचकास् योगसा इत्यस्य पदसंज्ञा अस्ति, धातुसंज्ञा अपि अस्ति। तदा सा प्रत्ययलोपानन्तरम् अचकास् इत्यस्य धातुसंज्ञा अपि भवति, पदसंज्ञा अपि भवति। तत्कारणेन सिप् धातु रोर्व इति उक्तम्। आम् इत्युक्ते सिपि धातो रूर्व इति कथम् अत्र वस्तुतः अस्माभिः किम् उक्तमासीत्? धातोः इत्यस्य आवश्यकता नासीत् इति उक्तं खलु, अतः अस्य विषये चर्चायाः वस्तुतः आवश्यकता नास्ति। यतोहि सिपि धातो तिप्यनस्ति इति सूत्रे धातोः इत्यस्य आवश्यकता नास्ति इति उक्तम्। सिपि धातो रूर्व इत्यत्रापि धातोः उक्तं परसूत्राणाम् अर्थपूर्ति कृते इति उक्तं खलु, कृते सूत्रे आवश्यकता नास्ति। तर्हि किमर्थम् अचकास् इत्यत्र धातुसंज्ञा अपेक्षिता? नापेक्षिता, धातुसंज्ञा तु न अपेक्षिता, अतः अस्य वस्तुतः अस्य चर्चायाः आवश्यकता नास्ति खलु। आमाम्, अचकास् इति नास्ति, तदापि धातुसंज्ञा अवगमनार्थं दत्तमस्ति। आमाम्, अचकास् इत्यत्र धातुसंज्ञा अपि अन्तर्निहित प्रत्ययरहितभागस्य धातुसंज्ञा अस्ति, प्रत्ययसहितभागस्य पदसंज्ञा अस्ति। यद्यपि प्रत्ययः लुप्तः, अन्याभ्यो दीर्घात् सुतिस्य प्रत्तं हलितिनेन प्रत्ययः लुप्तः अस्ति अचकास्, इदानीं प्रत्ययसहितम् अस्ति इति वयं मन्यामहे चेत् तदानीं पदसंज्ञा एव अस्ति, धातुसंज्ञा नास्ति। प्रत्ययरहितः अचकास् इति मन्यामहे चेत् तत्र केवलं धातुसंज्ञा अस्ति, पदसंज्ञा नास्ति। अत्र दृष्टिकोणभेदः अथवा दृष्टिभेदः इति वक्तव्यं, दृष्टिकोणः इति शब्दः नास्ति संस्कृते, दृष्टिभेदः। अस्तु अस्तु भगिनि, धन्यवादः, सम्यक् अस्ति। तर्हि अग्रे मीना भगिनी अग्रे पठति वा? पठामि भगिनि। दकारान्तदातवः दकारान्तधातूनां पदत्वे सति सिपि ऋत्वं दत्त्वं वा धातूनां पदत्वे सति सिपि परे ऋत्वम् अथवा दत्त्वं वा दश्च इति सूत्रेण धातोः पदान्ते दकारस्य स्थाने विकल्पेन रु आदेशो भवति सिपि परे। रु अभावे प्रकृतौ दत्त्वम् अस्त्येव। येन विधिः तदन्तस्येत्यनेन तदन्तविधिः अलौन्तस्येत्यनेन अन्तिमवर्णस्य दकारस्य एव स्थाने न तु पूर्णपदस्य। दः पञ्चम्यर्थं च अव्ययपदं द्विपदमिदं सूत्रं सिपि धातोः रुर्वा इत्यस्य पूर्णसूत्रस्य अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं दः च धातोः पदस्य रु वा सिपि अतः दश्च इति सूत्रं वदति दकारान्तधातोः पद अस्ति चेत् विकल्पेन ऋत्वं भवति सिपि परे। यदि ऋत्वं न भवति चेत् तदा दत्त्वं भवति, ऋत्वं वा दत्त्वं वा भवति सिपि परे। कुत्र भवति पदा अन्तिमवर्णस्य येन विधिस्तदन्तस्य अन्तिम अलोन्तस्य इत्यनेन अन्तिमवर्णस्य न तु पूर्णशब्दस्य। दः पञ्चम्यर्थं च पदं द्विपदमसूत्रं सिपि सिपि परे धातोः ऋत्वं ऋत्वं वा भवति इत्यस्य पूर्णसूत्रस्य अनुवृत्तिः पदस्य अधिकारः अनुवृत्तिसहितसूत्रं दह च ओ पूर्वसूत्रं सिपि धातो रुर्वा भवति। इदानीं दश्च दकारान्त धातोश्च पदस्य ऋत्वं भवति विकल्पेन भवति वा सिपि परे तदपि दश्च अपि विकल्पेन किल पदस्य रूप इति सिपि इति पूर्व सूत्रमस्ति अत दश्च दकारान्तधातोः अपि च धातोः पदस्य रुत्वं विकल्पेन भवति सिपि परे. अग्रे पठामि वा? पठतु पठतु. अमोमोद् योगः इस्ट् हल् ज्ञाप्यो दीर्घासुतिस्य पृक्तं हल् इत्यनेन सकारलोपः अमोमोद् इति पदं वा अवसाने इत्यनेन विकल्पेन पदान्ते चर् आदेशः अमोमोद् प्रथम प्रकारः भवति. अमोमोद् विकल्पेन तस्मात् अमोमोद् अथवा अमोमोद् मोत् भवति. इदानीं दकारः धातुः अस्ति अस्ति दश्च इत्यनेन अन्तिमदकारस्य विकल्पेन रुत्वम् अमोमोद् अथवा अमोमोरु भवति. अमोमोरु चेत् ऊ इत्यस्य संज्ञा लोपः कर अवसानयोगविसर्जनीयः इत्यनेन अवसाने अवसाने स्थाने विसर्गादेशः अमोमोः. त्रीणि रूपाणि अमोमोद् अमोमोद् अमोमोः. अत्र अमोमोद् इति धातुः अस्ति तत्र सकारः अस्ति चेत् तत्र लङ् लङ्लकारे मध्यमपुरुषे एकवचनं हल् ज्ञाप्यो दीर्घो सुतिस्य पृथमिति हल् इति सूत्रे सकारस्य लोपः भवति. तन् अतः अमोमोद् इति तिष्ठति. अमोमोद् इति पदं संज्ञा भवति वा अवसाने इत्यनेन विकल्पेन पदान्ते चर् आदेशः भवति. सो इदानीम् अमोमोद् स अथवा अमोमोत् भवति च चर् भवति. तदनन्तरं दश्च इति सूत्रेण अन्तिमदक इदानीं दकार अस्ति अमोमोद् अथवा अमोमोद् दकार अस्ति विकल्पेन अन्तिमदकारस्य विकल्पेन रुत्वं भवति. सो अमोमोर् अमोमोरु भवति. अमोमोरु इति उकारः ईत्संज्ञा भवति लोपश्च भवति. तदनन्तरं क्षम्यतां भगिनि, वस्तुतः अत्र वावसाने इत्यस्य का इत्यनेन विकल्पेन चरादेशः भवति तदनन्तरं दश्च कार्यं करोति इति न वक्तव्यं वस्तुतः, यतोहि दश्च इति पूर्वसूत्रमस्ति खलु. वावसाने इति तु त्रिपाद्यम् अन्ते अस्ति, वस्तुतः क्रमः एवम् अस्ति. तत्र अमोमोद् योगः सकारः इति यदा भवति सकारस्य लोपः तत्र तु समीचीनं, तर्हि अमोमोद् इति इदानीं पदम् अस्ति, पदान्ते दकारः वर्तते इति कृत्वा प्रथमतया तत्र जलां जशोन्ते इत्यस्य कार्यं भवति. दकारस्य दकारः अत्र क्लेशः नास्ति, अमोमोद् इति अस्ति. इदानीं साक्षात् दश्च इत्यस्य कार्यं भवति, येन रूपद्वयं सम्भवति. रूपद्वयं वा अवसाने इति सूत्रेण वा किल? न, इदानीं पश्यतु दश्च इति सूत्रेण प्रथमतया रु आदेशः भवति, तर्हि अमोमोः अमोमोः इति रूपं लभ्यते. तत्तु विकल्पेन अन्यस्मिन् पक्षे दकारः दकारः एव तत्र जलां जशोन्ते इत्यनेन दकारस्य दकार आदेशः, तदनन्तरं वा अवसाने इत्यनेन रूपद्वयम्, एकस्मिन् पक्षे दकारः अन्यस्मिन् पक्षे तकारः इति आहत्य त्रीणि रूपाणि त्रीणि रूपाणि सन्ति इति. अत्र एवं न लेखनीयं वावसाने इति प्रथमतया भवति इति न लेखनीयं खलु. किं भगिनि किं वदतु? वावसाने इत्यनेन प्रथमतया विकल्पेन चर्त्वं भवति इति न लेखनीयं, यतोहि वावसाने इति तु अन्ते अस्ति खलु. सूत्रसङ्ख्या परम् परसूत्रमस्ति. दश्च एव प्रथमं कार्यं करोति तदनन्तरं अवसाने वा दश्च इत्युक्ते जलां जशोन्ते इत्यस्य सूत्रसङ्ख्या 8 to 39, एतत्तु 8 to 75. तर्हि आदौ सर्वादौ तु जलां जशोन्ते इति प्रवर्तते, अमोमोद् अमोमोद् इति भवति, तदनन्तरं तत्र विकल्पेन रु आदेशः, अतः अमोमोः. अन्यत्र तु दकारः तथैव तिष्ठति, तत्र विकल्पेन चर्त्वादेशः अमोमोद् अमोमोत् इति त्रीणि रूपाणि. अस्तु दस्त दस्य पूर्वं कार्यं करोति दवावसाने अपेक्षया. आमाम् अग्रे पठामि वा? न धन्यवादः भगिनि. इदानीं तत्र सूर्य भगिनी एकः प्रश्नः अस्ति, दः कथं पञ्चम्यन्तं भवति, षष्ट्यन्तं न वा? कुत्र अस्ति पञ्चम्यन्तम्? सिपि परे इति अस्ति खलु दः, दः धातोः पदस्य तस्य अनन्तरं सिपि परे इति अस्ति इति कृत्वा, परन्तु तदेव तत्र तत्र एव आदेशः भवति खलु, अतः यद्भवती वदति सम्यक् अस्ति. दः इति षष्ट्यन्तं भवेत् खलु दकारान्तपदस्य दकारस्य स्थाने? षष्ट्यन्तं भवति, षष्ट्यन्तं भवेत् खलु. तत्र सिपि धातुरुर्व इत्यत्र किं दत्तं? न तु पञ्चम्यन्तं. तत्रापि पञ्चम्यन्तं दत्तं वा? धातुः षष्ट्यन्तं दत्तं खलु, सः धातुः षष्ट्यन्तं, तत्तु सम्यक् अस्ति. एवमेव अत्रापि तत्र तिप्यनस्तेः इत्यत्र सः पदस्य इति तत्रापि षष्टि, षष्टि इति कृत्वा सकारस्य स्थाने इति अवगम्यते, अत्र पञ्चम्यन्तम् इति न लेखनीयं. समीचीनः प्रश्नः. दः षष्ट्यन्तम् इति भवेत् खलु? समीचीनं, तदपि परिष्करोमि. अस्तु, भवती एव अग्रे पठतु किञ्चित्. अदादिगणे विद्धातुः. आमाम्, अदादिगणे विद्धातुः स्थिति परे अवित् योगः सा अवेत् तत्र स्थिति कृत्वम् अस्ति चेत् गुणः भवति. अवेत् योगः सा हल्नाभोदीर्घात्सूति सि अप्युक्तः इत्यनेन हल् उत्तरस्य अप्रोक्तसञ्ज्ञकप्रत्ययस्य लोपः अवेत् भवति. वावसाने इत्यनेन विकल्पेन पदान्ते चरादेशः भवति. अवेत् अपि अवेत् अवेत् स्वीकृत्य चेत् दश्च विक इत्यनेन विकल्पेन अवेरु भवति. करवसाने विसर्जनीयः इत्यनेन विसर्गादेशः अवेः भवति. त्रीणि रूपाणि अवेत् अवेत् अवेश त्रीणि भवति तत्र. अवित् लङ्लकारस्य रूपम् अवित् योगः सा तदेव सा लोपः भवति. हल्नाभोदीर्घात्सूतिस्य अप्रोक्तः इत्यनेन गुणः अपि पूर्वं भवति अवेद् रूपं. तदनन्तरं प्रथमं वावसाने इत्यनेन न न न अत्र पुनः यथा मया उक्तम् अत्र वावसाने इत्यनेन प्रथमतया न भवति. अवेद् प्रथमतया जलां जश्वन्ते इत्यनेन अवेद् इत्येव तिष्ठति. अवेद् जलां जश्वन्ति इत्यनेन अवेदेव तिष्ठति. तदनन्तरमेव वावसाने इत्यनेन चरादेशो भवति अवेत् भवति. तदनन्तरं दच्छ इत्यनेन रु आदेशः भवति विकल्पेन अवेर् भवति. सत् अवेर्यो कुत्र अन्ते वावसानेन अन्ते एव भवेत् वावसाने. दश दच्छ द्वितीय जलां जश्वन्ति अनन्तरं दश्य भवति भगिनि. आम् प्रथमतया जलां जश्वन्ति अनन्तरं दश्य इत्यनेन विकल्पेन रु एकस्मिन् पक्षे, अन्यस्मिन् पक्षे दकारः तथैव तिष्ठति. यः दकारः पूर्वम् आसीत् सः तथैव तिष्ठति. इदानीं तत्पश्चात् वावसाने इत्यनेन विकल्पेन रूपद्वयम्. ओके, वावसाने इति चतुर्थपादे अस्ति अन्तिमसूत्रं भवति. आं समीचीनम्. अस्तु तर्हि धन्यवादः भगिनी. इदानीम् उमा भगिनी अस्ति वा? संशयः अस्ति. दश्च इति सूत्रे सिपि धातोर् धातोः रुर्वा इति सम्पूर्णसूत्रस्य अनुवृत्तिः अस्ति. सिपि धातोः रुर्वा इति सूत्रं तु कार्यद्वयमपि करोति. तर्हि झलां जशोन्ते किमर्थम् अत्र आयाति? इत्युक्ते अत्रापि तस्य विषये एव अग्रे दत्तमस्ति. अत्र समुच्चयः अस्ति वा न वा इति प्रश्नः खलु. दश्च इति सूत्रे अपि समुच्चयः अस्ति इति वदति चेत् तदानीं जलां जसन्ते इत्यस्य आवश्यकता नास्ति. अनेन सूत्रेण एव रु दकारः भवति इति किमपि तथा वक्तव्यम् इति प्रश्नः आयाति. तदर्थम् अग्रे परिच्छेदद्वयम् अस्ति, तत् पठामः. ओ अस्तु, इति एव प्रश्नः खलु. आम् अस्तु. तर्हि इदानीं किम् उमा भगिनी अस्ति वा? अस्तु, तर्हि वंशी भगिनी पठतु अत्र प्रश्नः उदेति. अस्ति वा उमा भगिनी? पठतु उच्चैः पठतु. न श्रूयते भगिनि. प्रश्नः उदेति यत् अस्माकं सह भवतु भगिनि. कुत्र अस्ति भवती? प्रश्नः उदेति यद् दश्च इति सूत्रेण. दश्च इति सूत्रमस्ति खलु तत्र. प्रश्नः उदेति यत् दश्च इति सूत्रेण. प्रश्नः उदेति यत् यदा आगतः तदा कथं वा धातुसंज्ञा स्यात्? न कुत्र कुत्र अस्ति? अस्माकं वर्गे एव अस्ति खलु भवती. किमर्थम् अन्यत्र कुत्रचित् पठति? तत्र तदभवत् इदानीं. तत् तस्य अनन्तरं दश्च इति सूत्रमस्ति खलु. तत्र चतुर्थः परिच्छेदः प्रश्नः उदेति. अस्तु, तर्हि वंशी भगिनी पठतु. आं भगिनि. अस्तु, प्रश्नः उदेति यत् दश्य इति सूत्रेण औपदेशिकधातुः एव इष्यते किम्? वस्तु तस्तु सूत्रे तथा किमपि नोक्तम्. यत्र यत्र धातुसंज्ञा अस्ति तत्र तत्र सः च धातुः दकारान्तः अपि पदमपि इति चेत् सिति परे विकल्पेन रुत्वादेशः भवति. यथा रुधादिकणस्य रुध् धातु लगि अरुणध् सिति परे सिपः लोपः अरुणध् धातुसंज्ञा अस्ति पदसंज्ञा अस्ति. जष्ट्वं कृत्वा अरुणद् अरुणद् धातुसंज्ञा अधुना अपि अस्ति पदसंज्ञा अधुना अपि अस्ति. दश इति सूत्रेण विकल्पेन रुत्वम् अरुणः इति अस्ति. अस्तु, प्रश्नः अस्ति तत्र दश इति सूत्रेण औपदेशिकधातु एव विवक्षते. दश इति सूत्रेण तत्र औपदेशिकधातु एव विवक्षितः अस्ति वा इति प्रश्नः. यतोहि तत्र यदि धातोः परिवर्तनं जायते तत्रापि दश इति सूत्रं कार्यं करोति वा इति प्रश्नः. तत्र सूत्रे तु किमपि तत्र स्पष्टतया न उक्तं, किमपि न उक्तम्. अतः यत्र यत्र धातुसंज्ञा अस्ति तत्र पदसंज्ञा इति अपि भवति तत्र दशकार्यं करोति. यथा तत्र वक्तुं शक्नुमः, उदाहरणमस्ति रुधादिगणे रुध् धातु अस्ति. रुध् धातु लङ् लकारे अणगमः भूत्वा अरुणद् इति भवति. रुध विकारप्रत्यये आगत्य अरुणद् इति भवति. सिप् प्रत्यये परे तत्र सकारः भवति, सकारस्य लोपः भवति. अत्र हल्याभ्यो दीर्घाचिचिषु प्रोक्तं हलित्यनेन सकारस्य लोपः भवति. अधुना तु पदसंज्ञा प्राप्नोति, अरुणद् इति भवति. अत्र अरुणद् इत्यस्मिन् अन्तर्निहितः धातुः अपि अस्ति अपि च पदसंज्ञा अपि अस्ति इति कारणात् तत्र जस्वं तु जस्वं भवति. तत्र पूर्वं जानीमः तत्र तु जस्वं कृत्वा अरुणद् इति भवति. अतः तत्र धातुसंज्ञा अस्ति इति कारणात् दश इति कार्यं कर्तुम् अर्हति. यतोहि तत्र सूत्रे किमपि न उक्तं, यतोहि तत्र औपदेशिकधातु एव इष्यते इति कारणात्, यद्यपि धातोः परिवर्तन धातोः पदसंज्ञा भवति, अडागमः भवति, अपि अन्तर्निहितः धातु अस्ति इति कारणात् तस्य इति सूत्रेण तत्र अरुणत् इति यत् अस्ति, अन्ते तकारः अस्ति, तस्य स्थाने विकल्पेन रुत्वं भवति इति कारणात् अरुणः इति एकं रूपम्, अरुणत् इति अन्तिम अन्यत् रूपं भवति इति अस्ति भगिनि. समीचीनं वा? आमां, सम्यक् सम्यक् समीचीनम्. तर्हि अत्र विजयलक्ष्मी भगिनी भवत्याः प्रश्नस्य उत्तरं तत्र भवत्येव पठतु, अन्यः प्रश्नः उदेति. अन्यः प्रश्नः उदेति यत् यया रीत्या सिपि धातोरुर्वा इति सूत्रे वा इति पदं समुच्चयार्थे यया रीत्या च वसुश्रंसुध्वं स्वनडुहां दह इत्यस्मात् दह इत्यस्य अनुवृत्त्या दकारः विधेयो भवति, तया एव रीत्या अपि दश्च इत्यस्मिन् अपि भवति किम्? अत्र मतद्वयम् अस्ति. काशिकायां व्याख्यातम् अस्ति दकारान्तस्य धातोः पदस्य सिपि परतः रुर् भवति दकारो वा. काशिककारस्य मतेन तदेव वा समुच्चयार्थे, येन रुत्वं दत्वं च चेति विधेयद्वयं भवति, द्वयमपि सिद्ध्यति अनेन एव दश्च इति सूत्रेण. अतः काशिककारस्य मतेन दकारस्य अनुवृत्तिः भवति अत्रापि. परन्तु सिद्धान्तकौमुद्यां भट्टोजिदीक्षितेन लिखितं व्याख्यानम् अस्ति धातोर्दस्य पदान्तस्य सिपि परे रुः स्यात् वा, अस्मिन् दः इत्यस्य अनुवृत्तिः अस्वीकृता, अस्मिन्नेव च लाघवं दकारविधेयं चेत् गौरवम् इति. रुत्वस्य अपक्षे अस्माकं धातुरूपी पदं तु दकारान्तम् अस्त्येव. पुनः दकारस्य आनयनस्य का आवश्यकता? इत्येवं रीत्या मातृभिः साकं चर्चा सञ्जाता. इत्थं च दश्च इति सूत्रे दकार अनुवृत्तिः मास्तु वा इति पदं विकल्पार्थे एव. अस्तु, अत्र सिपि धातो रुर्वा इत्यत्र समुच्चयार्थे वसु श्रंसु ध्वंसु अनडुहां दह इत्यस्मात् सूत्रात् दह इत्यस्य अनुवृत्ति स्वीकृत्य सिपि धातो रुर्वा इति सूत्रेण दकारः अपि विकल्पेन भवति, अपि च रेफः अपि विकल्पेन भवति इति सूत्रस्य अर्थः. इदानीं दश्च इति सूत्रे सिपि धातो रुर्वा इत्यस्य सम्पूर्णसूत्रस्य अनुवृत्तिः यदि भवति तदा तत्र दकारान्तस्य अपि रेफः दकारान्तस्य पदस्य सिपि परे रेफः अपि दकारः द्वयोः. किमर्थं दकारः? दकारान्तस्य रेफः एव भवति खलु भगिनी? धातुः दकारान्तः एव अस्ति खलु, अतः पुनः दकारस्य आनयनं मास्तु. अस्तु अस्तु, दकारान्तधातुः अस्ति, अतः पुनः दकारः किमर्थं? तस्य स्थाने रु विकल्पेन इति वदामः चेत् अपक्षे दकारः अस्ति एव. परन्तु एकस्य एव सूत्रस्य अर्थद्वयं भवितुम् अर्हति वा भगिनी? न अत्र अर्थद्वयम् इति एकस्य सूत्र अर्थद्वयम् इत्युक्ते मतद्वयम् अस्ति अर्थद्वयं नास्ति हा सिप्पि धातो रुर्वा इति सूत्रस्य पूर्वस्मिन् स्थले रेपः भवति अपि च अनुवृत्तिसहितसूत्रे दकारः अपि भवति इति अर्थः स्वीकृतः अस्ति अत्र दश्च इति सूत्रे सिपि धातो रुर्वा इत्यत्र वा इति केवलं विकल्पेन इति वक्तुं शक्यते वा आमां किमर्थं चेत् सिपि धातो रुर्वा इत्यत्र सकारान्तधातुः अतः तत्र विकल्पेन दकारादेशः भवति समुच्चयार्थे इति वक्तुं शक्यते क्लेशः नास्ति तत्र लाघवम् अस्ति एकेन सूत्रेण कार्यद्वयं भवति इति लाघवम् अस्ति परन्तु अत्र तथा न भवितुम् अर्हति यतोहि धातुः दकारान्तः एव अस्ति तत्र किमर्थं पुनः दकारः अन्यस्मात् सूत्रात् आनीत्वा सम्यक् वा आनेतव्यं किमर्थम् आनेतव्यम् किमर्थम् आनेतव्यम् अतः काशिककारस्य मतेन सूत्रे एव दकारः तु अस्ति अतः धातोर्दस्य पदान्तस्य सिपि परे रुः स्यात् वा इति अत्र एव लाघवम् अस्ति पुनः काशिककारस्य मतेन तु समुचयः इति उक्तम् काशिकाकारेण मतेन समुचयः इति उक्तं परन्तु सिद्धान्तकौमुदीकारः तथा न स्वीकृतं किमर्थं न स्वीकृतम् इति चेत् तत्र लाघवं नास्ति दकारान्तधातुः अस्ति पुनः दकारस्य विकल्पेन दकारः भवति इति किमर्थं वक्तव्यं दकारः तु अस्ति एव अपक्षे तदेव उक्तवती भगिनि उक्तवती वा हा हा हा वदतु कौमुद्याः कौमुदीकारेण कारस्य मतेन लाघवं तु धातोर्दस्य पदान्तस्य सिपि परे रुः स्यात् वा इति केवलं विकल्पेन रुः भवति इति वक्तव्यं न वदनेन लाघवं भवति अतः यतोहि अत्र दकारान्त किम् अस्ति दश्च इति तु केवलं दकारान्तस्य पदस्य विषये एव अस्ति अतः पुनः किमर्थम् अन्यस्मात् सूत्रात् दः इति आनेतव्यं तत्र गौरवम् इति सिद्धान्तकौमुदीकारेण मतं कारस्य मतम् अन्ते किमस्ति पुनः इत्येवं रीत्या मातृभिः साकं चर्चा सञ्जाता इत्थं च दश्च इति सूत्रे दकार अनुवृत्तिः मास्तु वा इति पदं विकल्पार्थे एव इति इति अस्ति मातृभिः इत्युक्ते नवीन वैयाकरण मातृभिः इत्युक्ते नवीनवैयाकरणम् अस्ति अस्तु तर्हि अत्र स्थगनं कुर्मः अवगतमिति मन्ये प्रश्नः सन्ति चेत् पृच्छन्तु अस्तु तर्हि धन्यवादः नमस्कारः धन्यवादः धन्यवादः नमस्कारः